नमस्सर्वेभ्यः. अस्माकं नूतन क्षम्यतां व्याकरणवर्गे सर्वेषां स्वागतं. प्रवर्तमानविषयः अस्ति अस्माकं मूलयन्त्राणि. अस्मिन् पाठे मूलज्ञानं लभ्यते. महेश्वरसूत्राणि कानि, सूत्रं कथं पठनीयम्, इत्संज्ञाप्रकरणं च अस्मिन् पाठे तस्य विषयः लभ्यते. इतः अग्रे गमनार्थम् इदं ज्ञानम् अत्यावश्यकं भवति. इत्युक्ते माहेश्वरसूत्राणि अस्तु कृपया म्यूट् कुर्वन्तु. आम् धन्यवादः. इत्युक्ते यदा माहेश्वरसूत्राणि कानि, सूत्रं कथं पठनीयम्, इत्संज्ञाप्रकरणम्, एतत् ज्ञानं बहु आवश्यकम् अस्ति अग्रे गमनार्थं. क्रमेण एतत् सर्वं वयम् अवलोकयामः. गतसप्ताहे वयं माहेश्वरसूत्राणां परिचयः प्राप्तवन्तः. पुनः किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेमः. अस्तु, रमाबाई भगिनी वदति वा चतुर्दशसूत्राणि? ऐवन् रुलुक् एवम् ऐ औच् हयवरट् लन् ञमगननं जब घट घटदश् जबघटदश् कफ चट ट चटतं कपै षष हल् हल् षषसर् हल् कफ चट थ फ इति उच्चारणं न भवति किल संस्कृते. कफ चट थ चटतौ नास्ति, क्षम्यतां भगिनि, फ नास्ति, फ प एव. फलम् इति एव वदामि किल, फलम् इति न, फलम् इति एव किल, तदेव. उत्तमम् उत्तमम्. अनन्तरं अमित्राव् महोदय एकवारं वदति वा? माहेश्वरसूत्राणि वदामि वा? आम् आम् पूर्णतया. अ इ उण् रु लुक् ए ओम् ऐ औच् हयवरट् लण् ञमाङ्गाणानं झभै घडदश् जबगडदश् खफ छठ थ थ चटतौ कपै षषसर् हल् इति. उत्तमं, तावदेव. इदानीं यद् माहेश्वरसूत्राणि वयं दृष्टवन्तः, तस्य माहेश्वरसूत्रेषु अन्तिमवर्णस्य संज्ञा भवति. इत्युक्ते तस्य ग्रहणं न भवति, केवलम् उच्चारणार्थम् एव. इत्युक्ते यद् अण् प्रत्याहारः इति स्वीकुर्मः चेत् तत्र नकारस्य इत्संज्ञा आ इ ऊन् आ इ उ एव ग्रहणं भवति अण् प्रत्याहारे. इत्संज्ञा इत्युक्ते किम् इति, इत्संज्ञा इत्युक्ते नामकरणमेव, पाणिनिना दत्तं नामकरणं, संज्ञा, टर्म् इति वदामः किल आङ्ग्लभाषायां, तदेव. इत्संज्ञा इत्युक्ते प्रत्याहारः नास्ति. कथं जानीमः प्रत्याहारः नास्ति इत्युक्ते, तकारः अन्तिमवर्णः केनापि प्रत्याहारे नास्ति. कोऽपि प्रत्याहारः स्वीकरोतु, अन्तिमवर्णः चतुर्दश प्रत्याहारेषु अन्तिमवर्णः तकारः नास्ति एव. इत् संज्ञा, संज्ञा एव, नामकरणम् एव, तत् प्रत्याहारः नास्ति. स्पष्टीकरणार्थमेव वदामि. इत् वर्णेन सह उच्चार्यमाणवर्णः मध्ये विद्यमानानां वर्णानां स्वस्य च बोधकः भवति. तदेव प्रत्याहारस्य विषये कथं प्रत्याहारनिर्माणं भवति, प्रत्याहारस्य विवरणम् इत्युक्ते इत् वर्णेन सह उच्चार्यमाणः वर्णः मध्ये विद्यमानानां वर्णानां स्वस्य च बोधकः भवति. इत्युक्ते अण् इति प्रत्याहारः स्वीकुर्मः चेत् इत् वर्णेन सह उच्चार्यमाणः वर्णः इति अण् इति प्रत्याहारः. मध्ये विद्यमानानां वर्णानाम् अ इ उ इति मध्ये विद्यमानवर्णः स्वस्य बोधकः अकारस्य अपि ग्रहणं भवति. अण् इति प्रत्याहारे अकारः इकारः उकारः त्रयवर्णाः एव गृह्यन्ते, नकारः इत्संज्ञकवर्णः. अवगतं वा? तत्र किमपि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. अग्रे सरामः वा? अस्तु अस्तु भगिनि. नाम एतत्तु प्रथमकरपत्रं माहेश्वरसूत्राणि 2.1 इति प्राप्तं वा? अस्तु उत्तमम्. इदानीं सुमित्रा भगिनी प्रत्याहारविषये अभ्यासः. अहं श्रूयते किल भगिनि? आं भगिनि उत्तमम्. आम् एतेषां वर्णानां प्रत्याहारं वदतु. अहं वदामि, तद् प्रत्याहारनिर्माणं करोतु. केवलं वर्गस्य तृतीयवर्णः अस्ति चेत् प्रत्याहारः कः? तृतीयम् इत्युक्ते जश् जश् प्रत्याहारः. उत्तमं. तत् वर्णः अपि वदतु भगिनी एकवारं, दृष्ट्वा अपि वक्तुं शक्नोति. उत्तमम् उत्तमं, तावदेव. उमा भगिनी अस्ति वा? अस्मि भगिनि. उत्तमं. यदा अहं वदामि कर्कषव्यञ्जनानि इति इत्युक्ते प्रत्याहारः कः? खर् इति भवति. उत्तमं. वर्णः उच्चारयतु एकवारं भगिनि. ख फ छ ठ थ छटन्धौ कपै सशस. अस्तु, परन्तु अन्तिमवर्णः तु इत्संज्ञकः किल? आमां, प्रकारं मया न उच्यते. आं, बकार यकार यकारः न आगच्छति. पुनः वदति वा? क फ छ ठ थ छट थ क फ सश स. उत्तमं, तावदेव उत्तमं. रघुपति आचार्यमहोदय. आं, सर्वे स्वराः. सर्वे स्वराः अच्. उत्तमम्. उच्चारयति वा एकवारं? प्रत्याहार अच् अ इ उ ऋ ऋ ए ओ ऐ औ. उत्तमम् उत्तमम्. रामनाथन् महोदय. आम् भगिनि. आम्, अन्तस्थाः वर्णः वर्णाः अन्तस्थाः वर्णाः अन्तस्थ. आम् उत्तमम्. ऊष्माणः शशसः अपि. उत्तमं, तावदेव उत्तमम्. इदानीं माला भगिनी. वर्गचतुर् आम् अन्तस्थः इत्युक्ते किम्? अन्तिमवर्णः, अन्ते स्थिताः वर्णाः अन्तस्थाः. माला भगिनी, वर्गचतुर्थवर्णः इत्युक्ते त वर्ग वा? न न चतु अस्माकं वर्गे ओ इद अस्तु अवगतं. यदा वर्गे अस्ति तत्र प्रथमद्वितीयवर्णः ख ख इति प्रथमद्वितीयवर्णः, ख ख घ घ इति चतुर्थवर्णः. अस्तु, सर्वे चतुर्थवर्णाः. तर्हि घ झ ड ध भ प्रत्याहारस्य नाम? एकनिमिषः. गश् इति भवति वा? जश् इति भवति. पूर्ण सूत्रमपि स्वीकरोतु. ज अपि चतुर्थवर्णः किल, ज भ घ ड ध. अवगतम्? अवगतम्. परन्तु अल्पप्राणः खलु, न कुत्र अस्ति? न, महाप्राणः एव भगिनि. ज महाप्राण, ज भ अष्टमसूत्र नवमसूत्रम्. प्राप्तं वा? आम्. सो वन् टु त्रि चतुर्थवर्णः किल, ज भ गड आ आ. प्राप्तं. जष्ट्वसन्धिः विषये भवति किल. अस्तु, अनन्तरं शेखरमहोदय, शेखरमहोदय अस्ति वा? श्रूयते वा? आं श्रूयते. उत्तमम्. अनुनासिकवर्णाः? अनुनासिकवर्णाः तु नमुन् प्रत्ययः किल तत्र. अस्तु, तत्र नम् इति प्रत्ययः तत्र. नम् उत्तमं तावदेव. उत्तमम्. अस्तु, अत्र यदा वयं माहेश्वरसूत्राणि विषये दृष्टवन्तः, तत्र वयं चतुर्दशसूत्रेषु माहेश्वरसूत्रेषु विसर्गः न अन्तर्भूतः तत्र. अतः अहम् अयोग्वाहः इति विषये वदामि अद्य. अयोग्वाहः इत्युक्ते किम् इत्युक्ते, न विद्यते योगः महेश्वरसूत्रेषु येषां ते अयोगाः इति तस्य विग्रहवाक्यं भवति. इत्युक्ते न माहेश्वरसूत्रेषु तस्य स्थानं नास्ति. योगः इत्युक्ते सम्बन्धः, किमपि सम्बन्धः नास्ति. अतः तस्य नाम अयोग्वाहः. वाहः इत्युक्ते वहन्ति इति वाहः. प्रयोगं निर्वहन्ति नास्ति, तस्य प्रयोगः माहेश्वरसूत्रेषु नास्ति. परन्तु अष्टाध्याय्यां तस्य प्रयोगः अस्ति एव. सूत्रेषु केवलं माहेश्वरचतुर्दश क्षम्यतां माहेश्वरसूत्रेषु एव तस्य अन्तर्भावः नास्ति. परन्तु अन्य यदा वयं सूत्रपाठं पठामः तत्र तु विसर्गः वा अनुस्वारः वा अस्ति. अयोग्वाहः इत्युक्ते कः इति प्रथमं वदामि. अनुस्वारः अम् इति, यदा तत् बिन्दुः एव अस्ति किल, तद् अनुस्वारः. विसर्गः तु भवान् सर्वे जानाति एव. विसर्गः जिह्वामूलीयः. जिह्वामूलीयः इत्युक्ते अन्तःकरणम् इति. अर्धमात्रा अस्ति किल, यदा विसर्गस्य अर्धमात्रा इति, तत्र अन्तःकरणं प्रातःकालः कालः इति. यदा तत्र उच्चारण अर्धमात्र उच्चारणं भवति, चिह्नमपि अस्ति, चन्द्र चन्द्र चिह्नं उपरि अधः इति गीताप्रवेशपुस्तके अस्ति, प्रायः प्रवेशपरिचयपुस्तके अपि अस्ति इति चिन्तयामि. अनन्तरम् अन्तःकरणं, तत्र जिह्वामूलीयः कुतः कुत्र आगच्छति इत्युक्ते, यदा द्वितीयशब्दः अग्रिमशब्दः ख वा ख वा, कवर्गस्य प्रथमवर्णः वा द्वितीयवर्णः वा अस्ति चेत् तत्र जिह्वामूलीयः इति चिह्नं, अनन्तरम् उच्चारणम् अपि आगच्छति. उपद्मानीयः, उपद्मानीयः यदा द्वितीय शब्दः फ फ इति पवर्गस्य प्रथमद्वितीयवर्णः अस्ति चेत् उपद्मानीयः, तदपि चिह्नम् अस्ति, उच्चारणमपि. अन्तःपुरम् इति अर्ध अर्ध उच्चारणं तत्रापि भवति. अतः अयोग्वाहः इत्युक्ते अनुस्वारः, विसर्गः, जिह्वामूलीयः, उपद्मानीयः, एते चत्वारः अयोग्वाहः इति उच्यन्ते. अत्र प्रश्नः अस्ति वा, केनापि आगतं वा? अनन्तरम् अजितमहोदय. नमस्ते, नमस्ते भगिनि, अजितः अस्मि. स्वागतम्. अनन्तरं भगिनी एकः प्रश्नः अस्ति भगिनि. आम् अत्र जिह्वामूल्यः अथवा उपद्मानीयः वयोः ख ख विसर्गस्य स्थाने अर्धमात्राः वा? आम् आम् आम्. अन्तःकरणम् इति उच्चारणमपि अन्तःकरणम् इति आगच्छति. प्रातःकालः, प्रातःकालः इति न, प्रातःकालः इति आगच्छति. सो केवलं ख ख प प केवलं चतुर्वर्ण. आम् अस्तु. आम् यदा ख ख तस्मिन् स्थाने आगच्छति चेत्, तस्मात् पूर्वम् आगच्छति चेत् जिह्वामूलीयः, फ फ तस्मात् पूर्वम् आगच्छति चेत् उपद्मानीयः. अवगतं, धन्यवादः. उत्तमम्. इदानीम् अस्तु, एतत् अत्र प्रश्नः किमपि नास्ति किल, अग्रे सरामः वा? अस्तु, इदानीम् एतत् करपत्रं समाप्तं. द्वितीयकरपत्रम् उद्घाटयन्तु. पाणिनीयसूत्रं कथं पठनीयम् इति अत्र अस्तु. प्रिया श्रीनिवास, प्रिया भगिनी पठति वा? आं भगिनी पठामि. पाणिनीयसूत्रं कथं पठनीयम्? यन्सन्धिं बहवः जानन्ति. यदा यदि योग अपि इत्युक्ते ई यो परिवर्तनं य भवति, यद्यपि अत्र इकारस्य स्थाने यकारादेशो भवति. इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. आदेशः प्रथमम् एतद् वदतु, अनन्तरं संस्कृतव्याकरणे मध्ये यण् सन्धिं, सन्धिं मध्ये यण् सन्धिम् एकः सर्वे जानन्ति. तत्र किं करोति इत्युक्ते ई योगः आगच्छति चेत् इकारस्य यकारपरिवर्तनं भवति. उदाहरणार्थं यदि योगः अपि तत्र अन्तिमवर्णः अस्ति इकारः, प्रथम शब्दस्य पदस्य द्वितीयपदस्य प्रथमवर्णः अस्ति अकारः. एतद् मेलनसमये इकारस्य यकार परिवर्तनं भवति, तदेव यण्सन्धि तत्र करणीयं. यदि योगः अपि भवति यद्यपि, एतदेव वयं कार्यं करोति. आं वदतु भगिनि. एतदेव व्याकरणलोके कार्यम् इति उच्यते. तस्य एकः वर्णस्य परिवर्तनं भवति, तत् एव कार्यमिति उच्यते. उत्तमं, कार्यमिति उच्यते. आदेशः, पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः. यदि योग अपि इकारस्य यकार यद्यपि, तदेव प्रथमं वदतु. अस्तु, आदेशः इत्युक्ते पूर्वं पदे पूर्वं यत् वर्णम् अस्ति तत् स्थाने. आं स्वागतं भगिनि. पदस्य अन्यवर्णं पूर्वं यत् अस्ति तत् स्थाने अन्यवर्णम् उदयः भवति चेत् तत् आदेशः भवति. यदा अत्र इकारस्य स्थाने इकार गच्छति यकार आगच्छति, तदेव आदेशः इति उच्यते. उत्तमम्. आगमः तदेव. एकनिमिषं भगिनि. तत्र उदयः इत्युक्ते आदेशः. अस्तु, उदयः इत्युक्ते आदेशः. तदेव एकं कार्यमस्ति, विकृतिः परिवर्तनम् इत्यपि वयं वक्तुं शक्नुमः. इकारस्य स्थाने यकारः इति परिवर्तनं भवति, विकृतिः भवति इति अपि वयं वक्तुं शक्नुमः. तदेव शत्रुवत् आदेशः इति वदामः किल, शत्रुवत् आदेशः भवति इति. तस्य कस्मिंश्चित् स्थाने अन्यवर्णस्य आगमनम्, आगमनम् इति न, आदेशः एव. इकारस्य स्थाने यकारस्य आदेशः इति वदामः. तत् स्पष्टं किल? शत्रुवत् इत्युक्ते किमर्थं शत्रुवत्? शत्रुवत् इत्युक्ते यदा शत्रुः अस्ति तस्य स्थाने एव आदेशः भवति किल. शत्रुवत् आदेशः. अस्तु भगिनि. अस्तु, धन्यवादः. गीता भगिनी अग्रिमं पठति वा? पठामि. आगमः, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् प्लस् आगच्छति. न आगमः, नकार आगमः. पठन्नागच्छति, पठन्नागच्छति. लोपः वर्णस्य आगमः. वदतु भगिनि, क्षम्यताम्, आगमः विषये वदतु प्रथमम्. एक्स्प्लेन् कर्तुं न शक्नोमि भगिनि. प्रयत्नं करोतु भगिनि, उदाहरणं स्वीकृत्य प्रयत्नं करोतु. पठन् योगः आगच्छति इति अस्ति, तत्र किं भवति? दि अन्तिमवर्ण नकारः अस्ति. द्वितीय पदस्य प्रथमवर्ण आकारं. सो यो नकार प्लस् आ, नकारयोगः आकारः. द्वितीयनकारः आगच्छति. तावदेव, नूतननकारः आगच्छति. मित्रवत् आगमः, शत्रुवत् आदेशः, मित्रवत् आगमः, आगमः नूतनवर्णस्य आगमः भवति. तत्र यदा आदेशः भवति चेत् कस्यचित् स्थाने भवति, इकारस्य स्थाने यकार आदेशः भवति इति आदेशः. आगमः इत्युक्ते नूतनवर्णस्य आगमः. कुत्र आगमः? आम् आम्, मित्रवत् आगमः इति कुत्र आगमः भवति इति वयम् अग्रे द्रक्ष्यामः. तत्र किमपि नियमः अस्ति कुत्र आगमः. अत्र यदा वयं पठन्योगः आगच्छति इति स्थितौ नकारः नकारात् पूर्वम् आगच्छति. कथं वयं जानीमः पूर्वम् आगच्छतु इति? तत्र नियमः अस्ति, पूर्वम् आगच्छतु वा परम् आगच्छतु वा इति नियमः अस्ति. वयं तत् अग्रे द्रक्ष्यामः. परन्तु इदानीम् आगमः इत्युक्ते नूतनवर्णस्य आगमनं, तदेव तस्य मूलविषयः अस्ति. अनन्तरं श्रीवल्ली भगिनी लोपः पठति वा? धन्यवादः भगिनि. श्रीवल्ली भगिनी नास्ति वा? अजितमहोदय पठति वा? आं भगिनि. लोपः इत्युक्ते वर्णस्य अदर्शनं. उदाहरणार्थं बालकः योगः इच्छति, तद् तत्र विसर्गलोपः भवति. बालकः इच्छति इति परिवर्तनं सम्भवति. लोपः इत्युक्ते किम् इति वदतु महोदय एकवारम्. लोपः इत्युक्ते वर्णस्य अदर्शनम् इत्युक्ते पूर्वम् एकवर्णम् अस्ति, तद् गच्छति. वर्णस्य मेलनानन्तरम् एकवर्णं ततः गच्छति एव, तदेव अदर्शनम् इति. उत्तमम्. वर्णस्य अपगमनम् एव लोपः इति वदामः. उत्तमं, तावदेव. तत्र श्रीवल्ली भगिनी अस्ति वा इदानीं? भगिनि आम्, भवती एकपदम् उच्चारणीयम् उच्चारे अपगमनम् अपगमनम् अपगमनम् इत्युक्ते लोपः गच्छति. तद् गच्छति. विजया भगिनी अस्ति वा? विजया भगिनी भगिनी पठति वा? आं पठतु भगिनी. कस्यचित् खलु कस्यचित् अपि कार्यस्य, न न न प्रकृतिभावः न, कस्यचित् अपि कार्यस्य करपत्रं प्राप्तं वा? 2.2 इति. क्षम्यतां भगिनि. आम् एकनिमिषं भगिनि, एकनिमिषम्. आम् एकनिमिषं, एकः प्रश्नः अस्ति. आं वदतु महोदय. लोपस्य काचन उपमा अस्ति वा? शत्रुवत् मित्रवत् तावत् लोप अदर्शनं लोपः. उपमा नास्ति वा? तदेव अदर्शनं लोपः इति सूत्रमपि अस्ति. अदर्शनं लोपः इति आदेशस्य शत्रुवत् शत्रुवत् आगमस्य मित्रवत् तावत् काचित् उपमा नास्ति वा? तावत् नास्ति, परन्तु एतत् सूत्रमेव अस्ति, तदेव उपमा इव कार्यं करोति. अदर्शनं लोपः, न दृश्यते अतः लोपः, अदर्शनं किल. अस्तु, धन्यवादः. तद् सूत्रमेव वयं पर्याप्तम् इति चिन्तयामि. आम् विजया भगिनी पाठतु भगिनि. कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. यन् सन्धिः एकं कार्यम् अतः तस्य विधानार्थं सूत्रमस्ति. सूत्रस्य व्याख्यायं प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम. यन् सन्धेः विधिसूत्रम् इदम् इको यनचि. इकः स्थाने यन् आदेशः भवति अचिपरे संहितायां विषये. इकः यन् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. इकः षष्ट्यन्तं यन् प्रथमान्तम् अचि सत्यन्तं इकोनचि. इकः स्थाने यन् आदेशः भवति चेत् तत्र इकारस्य स्थाने यकारः आगच्छति, आदेशः रूपेण आगच्छति. अचिपरे संहितायां अचिपरे इत्युक्ते तत्र नूतन अचिति प्रतिहारमध्ये कोऽपि विषयः अस्ति. तत्र इक् यन् स्यात् इकः इक्स् ई स्थाने यकारः आगच्छति चेत् असवर्णे एतत् तत्र कार्यम् आगच्छति इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. असवर्णे इत्युक्ते स्वर्णविषये समानं नास्ति, असवर्णे तत्र आगच्छति इति ज्ञेयम्. इकः तत्र इकः षष्ट्यन्तं षष्ट्यन्तस्थाने आगच्छति. यन् इत्युक्ते प्रथमस्थाने आगच्छति, अचि सप्तमीस्थाने आगच्छति. अतः त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः तत्र सूत्राणि आगच्छति. अनुवृत्तिः सहितसूत्रम् इकः षष्ट्यन्तस्थाने, यन् प्रथमन्तस्थाने, अचि सप्तमन्तस्थाने, संहितायां समूहः तत्र आगच्छति. उत्तमं भगिनि, धन्यवादः. तत्र प्रदर्शनार्थमेव महोदय एतत् अत्र स्थापितवान्. इको यणचि इति प्रथमसूत्रम् अस्ति अस्माकं कक्षायां. तत्र इको यणचि इति यण्सन्धिविधायकसूत्रम् अस्ति. कथं भवति सूत्राणि अस्माकं करपत्रेषु कथं भवति इति एव प्रदर्शनार्थम् अत्र स्थापितवान्. तस्य अर्थः वर्गस्य अन्ते वयं पश्यामः, अवश्यं पश्यामः. प्रथमम् अत्र रमाबाय् भगिनी. आं, ज्ञेयम् इत्युक्ते ज्ञातुं शक्नुमः. संहितायाम् अहं वदामि महोदय, अग्रे आगच्छति. एतत् सर्वं सूत्रस्य पूर्ण अर्थम् आगच्छति, अहं वदामि. किञ्चित् सोपानेन वयं गच्छामः. रमाबाई भगिनी, उत्तमम्. इक् इति प्रत्याहारे के के वर्णाः सन्ति? उत्तमं. यण् इति प्रत्याहारे उत्तमम् अच् अच् आम् आयु सर्व सर्वे स्वराः उत्तमं सर्वे स्वराः सन्ति इति वयम् इदानीं ज्ञातवन्तः इक् इति प्रत्याहारे ईरुळ् यण् इति प्रत्याहारे यवरल अच् इति प्रत्याहारे सर्वे स्वराः एतत् त्रयं वयं ज्ञातवन्तः परन्तु सूत्रे पश्यतु इको यणचि इति दत्तमस्ति इकः स्थाने यण् आदेशः भवति अचि परे इति दत्तम् अस्ति वयं कथं ज्ञातुं शक्नुमः कस्य स्थाने कः आगच्छति इति इक् यण् अच् इति प्रत्याहारः तु अस्माकं पार्श्वे इदानीम् अस्ति परन्तु कस्य स्थाने कः वर्णः आदेशः भवति इति कथं ज्ञातुं शक्नुमः तदेव अग्रे दत्तम् अस्ति इदानीं सुमित्रा भगिनी अग्रे पठति वा इको एनर्जि तत्पूर्वम् उपरितने सूत्रे उपरितने सूत्रे इति त्रयः प्रत्याहाराः सन्ति प्रत्याहारः नाम वर्णानां समूहः एषु त्रिषु प्रत्याहारेषु के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यति तद् वयम् इदानीमेव दृष्टवन्तः अग्रिमं पठतु इदानीम् अग्रिमम् इको एनर्जि इति सूत्रं यथा तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति तानि सूत्राणि कार्यं निर्दिशन्ति हैलि कोडिफैड् लाङ्ग्वेज् इत्यस्य माध्यमेन कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्याया न्यूनातिन्यूनं स्यात् तर्हि संक्षेपार्थं कोड् निमित्तं पाणिनिनाः कोड् इत्यस्य माध्यं किं विभक्तिः इयं विभक्तिपद्धतिः का इति अग्रे पश्येम अवगतं वा आं भगिनि संक्षेपार्थम् इत्युक्ते कथं विवरणं करणीयं संक्षेपार्थम् इति संक्षिप्तरूपेण ब्रीफ्लि क्षम्यतां ब्रीफ्लि इति वदामः किल संक्षेपरूपेण बहवः सूत्राणि सन्ति परन्तु हैलि कोडिफैड् लाङ्ग्वेज् इति वदामः किमर्थम् इत्युक्ते सूत्राणि सर्वे लघु अस्ति न्यूनातिन्यूनं वाक्यपदम् एव उपयोगं कृतवान् अतः कोडिफैड् लाङ्ग्वेज् इति वदामः विभक्तिः इति विवरणं तत्र दत्तम् अस्ति तद् किमपि अग्रे उत्तमम् आम् धन्यवादः अहं गतसप्ताहे अपि उक्तवती सूत्रस्य लक्षणम् अस्ति इति पाणिनिना यदा सूत्रनिर्माणं कृतवान् सूत्रस्य लक्षणम् अस्ति लक्षणानि सन्ति इत्युक्ते अल्पाक्षरं सूत्रं न्यूनातिन्यूनम् अक्षराणि सूत्रे न्यूनातिन्यूनम् अक्षराणि भवेयुः इत्येव अल्पाक्षरत्वेन वयं सूत्रं बुद्धौ स्थापयितुं शक्नुमः इको यणचि इति यण् विधायकसूत्रम् इति सर्वदा वयम् अल्पाक्षरम् अस्ति अतः बुद्धौ स्थापयितुं शक्नुमः शिवराममहोदय किञ्चित् म्यूट् करोति वा कृपया अहमेव करोमि असन्दिग्धं सूत्रम् आवश्यकम् अर्थं स्पष्टरूपेण वदति ब्रूयात् इत्युक्ते वदति सूत्रम् आवश्यकम् अर्थम् इत्युक्ते इको यणचि यण् विधायकसूत्रं तस्य अर्थं वयम् अवगन्तुं शक्नुमः. तदेव वदति, अन्य किमपि न वदति सूत्रं. सारवत् सूत्रेण सिद्धान्तः साररूपेण उक्तः भवति. साररूपेण इत्युक्ते सारम् इत्युक्ते जूस् इति वदामः वयम्. इको एणचि इति सूत्रम् उदाहरणरूपेण स्वीकुर्मः चेत् तत्र वयं तत्र तस्य सिद्धान्तः इकः स्थाने यण् भवति अचि परे इति साररूपेण वयम् अवगन्तुं शक्नुमः. सूत्रस्य प्रयोजनं विश्वतोमुखम् इति चतुर्थलक्षणमस्ति. सूत्रस्य प्रयोजनं बहुषु स्थलेषु भवति भवेत् इति इत्यपि अस्ति. तद् वयं यदा अधिकारसूत्रस्य विषये पश्यामः तत्र अहं विवरणं ददामि. अनन्तरं सूत्रस्य कोऽपि शब्दः वा अवयः वा अणु उपयोगी मा भूत्. पाणिनिः सूत्रं तस्य निर्माणं कथं कृतवान् इत्युक्ते तस्य किमपि शब्दः कोऽपि शब्दः निरवकाशम् इत्युक्ते अनु उपयोगी यूस्लेस् इति वदामः किल व्यर्थं न भवति. सर्वत्र तस्य किमपि अर्थम् अस्ति एव. अनवध्यं सूत्रे दोषः न स्युः इत्येव सूत्रस्य लक्षणम् अस्ति. अल्पाक्षरम् असन्दिग्धं सारवत् सूत्र सारवत् विश्वतोमुखम् अस्तोभम् अनवध्यं कुत्रापि सूत्रस्य दोषः न स्युः. एतद् आधारेण एव पाणिनिना सूत्राणि रचितानि. अस्तु, अत्र कः पठति भगिनि? विश्वतोमुखम् इत्युक्ते विश्वतोमुखम् इत्युक्ते सूत्रस्य प्रयोजनं बहुषु स्थलेषु भवति. अन्यसूत्र इको एणचि इदानीं मास्तु, अन्यसूत्राणि अस्ति. एकस्मिन् स्थले एव न, बहुषु स्थलेषु तस्य उपयोगं भवति. यदा वयं सूत्रं द्रक्ष्यामः तत्र अवगमनम् आगच्छति कथं भवति इति. भगिनी, न्यूनातिन्यूनं वाट् इस् द मीनिङ्ग्? न्यूनातिन्यूनम् इत्युक्ते वेरि लिटिल्. वेरि लिटिल्, ओके. भगिनी, एकः प्रश्नः. संक्षेपार्थम् इत्युक्ते ब्रीफ् अवगतं. निर्देशार्थं विधानार्थम् इत्युक्ते किं भगिनि? विधानार्थम् इत्युक्ते यदा तस्य स्थाने आगच्छति, ओर्डेन्ड् इति वदामः किल. ओर्डेन्ड्, आम् आम् आम्, तदेव. निर्देशार्थं निर्देशार्थं कुत्र विहितं विधानार्थम् इत्युक्ते ओर्डेन्ड्. तद् कार्यं भवति इति. निर्देशार्थं कुत्र दृष्टवती भगिनि? थर्ड् पाराग्राफ्, कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. अस्तु, कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. विधानार्थम् इति तस्मिन् स्थले यण् भवतु इति विधानार्थं. कस्य स्थाने? इकारस्य स्थाने. कार्यम् इत्युक्ते यण्सन्धिः. यण्सन्धिः निर्देशार्थं यदा यकारः आगच्छति तत्र सूत्रं भवति इति. तस्य निर्देशार्थं बहु किमपि स्थले आगच्छति तदा प्रायः भवती अवगच्छति. स्थापनं कर्तुं, स्थापनं तद् तदपि समीचीनं. धन्यवादः. उमा भगिनी पठति वा? उमा भगिनी? आं भगिनि, करोमि. कुतः भगिनि आरभ्य? पाणिनेः सूत्राणां पद्धतिः. पद्धतिः, अस्तु. पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः, पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. अर्थं वदामि किम्? आम् आम् आम्. अस्माकं सूत्रस्य पाणिनीपाठस्य लक्ष्यमस्ति पदस्य उत्पत्तिः कथम् इति, व्युत्पत्तिः कथम् इति. व्युत्पत्तिः इत्युक्ते तस्य एकपदम् अस्ति चेत् तद् कथं तस्य उद्भवति, उद्भवनं भवति इति सर्वं तदेव लक्ष्यं पाणिनेः सूत्रस्य. तद् सूचनार्थमेव सूत्रं भवति. पदानां कथं एवं भगिनी यदा उक्तवती कस्य वर्णस्य कः वर्णः आगच्छति अथवा आदेशः भवति अथवा आगमनः भवति इति सर्वविधानां सर्वविध विधि नियमाः कथं ज्ञातुं शक्यते इति पाणिनिसूत्रे एकपद्धतिः अस्ति. तद् पद्धति अनुसृत्य यथा विभक्तियोजनं भवति पदे पदे, इदानीं षष्ठ्यन्तमस्ति चेत् एकः अर्थः अस्ति, प्रथमान्त पदमस्ति सूत्रे इत्युक्ते तत्र एकः अर्थः अस्ति इति एक पद्धतिः अस्ति. तद् अनुसृत्य वयम् अवगन्तुं सूत्रस्य अवगमनं तत्र भवति. तदपि पूरयतु भगिनि, षष्ठीविभक्तिः. अस्तु भगिनि, एकः प्रश्नः, अमुकवर्णः इत्युक्ते किं? कश्चन वर्णः, तस्य केवलं कश्चन, कश्चन वर्णस्य स्थाने अन्यवर्णः आगच्छति. एकस्य वर्णस्य स्थाने यदा अन्यवर्णः आगच्छति एतत् अमुकवर्णस्य अमुक सच्चन् सच् इति वदामः किल तदेव. भगिनि, षष्टिविभक्तिः स्थाने षष्टिविभक्त्याः उपयोगः. प्रथमा इदानीं पठामि. प्रथमा विभक्तिः आदेशः, आगमः, नामकरणं. सप्तमी विभक्तिः पूर्वकार्यं. पञ्चमी विभक्तिः परकार्यं. तृतीया विभक्तिः संयोजनम्. अर्थात् षष्टि यथा एतस्य पदस्य षष्टिविभक्तिः भवति, तद् किं सूचयति इत्युक्ते स्थाने, तस्मिन् स्थाने किमपि परिवर्तनं भवति तस्मिन् स्थाने इति एव तत्र सूचना भवति. षष्ट्यन्तं पदम् इत्युक्ते प्रथमाविभक्त्यन्तं पदम् इत्युक्ते तस्मिन् स्थाने आदेशः भवतु अथवा तत्र आगमः भवतु अथवा तत् केवलं नामकरणं भवतु इति अर्थः. यदा यथा एक पदस्य सप्तमी विभक्त्यन्तं भवति तथा तत् पूर्वकार्यं किम् इति सूचयति. पूर्वे किं कार्यं भवति, कार्यम् इत्युक्ते तद् पूर्वमेव उक्तं सन्धिकार्यम्. अत्र सन्धिकार्यम् इति सूचयामः, उदाहरणार्थं स्वीकुर्मः सन्धिकपूर्वे तत् कार्यं भवति. पञ्चमी विभक्त्यन्तं पदम् अस्ति चेत् तत्र परे तस्मिन् तस्मात् परे किं कार्यं भवितुमर्हति इति सूचयति. तदनन्तरं तृतीया विभक्तिः एकपदस्य अन्तः तृतीया विभक्तिः भवति चेत् तत्र संयोजनं भवति. संयोजनम् इत्युक्ते कथं वक्तुं शक्यते भगिनि तत्? योगः, योगः भवितुं योगस्य अर्हति भवति. उत्तमं भगिनि, धन्यवादः. अस्तु, अत्र यदा भगिनी उक्तवती आम् तदागच्छत् महोदय, आगच्छति विवरणम् अग्रिमपुटे एव अस्ति, अग्रिमपृष्ठे एव. पूर्वम् अर्थात् न न न न अहं वदामि तद् अस्ति, विवरणम् अस्ति अत्र एव, अस्मिन् करपत्रे एव विवरणम् अस्ति, अत्र स्थूलरूपेण एव परिचयरूपेण एव दत्तमस्ति. यदा इदानीं ब्रीफ्लि इति एव दत्तमस्ति, विवरणम् अधः आगच्छति. अस्तु, अष्टाध्याय्यां नियमः सूत्ररूपेण सन्ति इति वयं जानीमः. तत्र तेषाम् अवगमनाय उपायः पाणिनिना एव उक्तः. तैः उपायैः वयं सूत्रस्य अर्थं, सूत्राणाम् अर्थं सुलभतया अवगन्तुं शक्नुमः. तत्र एव एतद् विभक्तिः तस्य उपयोगं भवति. लौकिक अर्थं भिन्नं, व्याकरण अर्थं भिन्नम् अस्ति विभक्तीनां. यदा वयं लौकिकरूपेण विभक्ति षष्टि सम्बन्ध अर्थे उपयोगं कुर्मः, तद् भिन्नम् अस्ति. अत्र पाणिनि अष्टाध्याय्यां पठनसमये षष्टिविभक्तिः इत्युक्ते स्थाने इति अर्थं भिन्नम् अस्ति. तस्मिन् विषये एव अग्रे आगच्छति. अमित्राव् महोदय पठति वा? पठामि भगिनि. षष्टिविभक्तिः इत्युक्ते स्थाने. सूत्रे यस्य वर्णस्य अथवा प्रत्याहारस्य षष्टिविभक्तिः भवति सः स्थानी भवति. इत्युक्तौ तस्य स्थाने अन्यः वर्णः आयाति. कः वर्णः आयाति तस्य स्थाने? तस्मिन्नेव सूत्रे यः वर्णः प्रत्याहारः प्रथमाविभक्त्यन्तः सः. उदाहरणार्थम् इको यणचि, इकः स्थाने यण् आदेशः भवति. इकः षष्ट्यन्तं, यण् प्रथमान्तम्. इकः यण् अचि संहितायाम्. इत्युक्ते सूत्रे यः वर्णः, यः पद षष्टिविभक्ति विभक्त्याम् अस्ति तद् स्थानी, तद् पदं स्थानी पदमस्ति. इत्युक्ते तस्य पदस्य स्थाने अन्यपदम् अन्य तस्य वर्णस्य स्थाने अन्यवर्णम् आगच्छति. उत्तमम्. उदाहरणार्थम् इको यणचि इति सूत्रे इकः षष्टिविभक्ति अस्ति, यण् प्रथमविभक्ति अस्ति, अच् सप्तमीविभक्ति अस्ति. तस्मात् इकवर्णस्थाने यण् वर्ण आदेशः भवति. कदा भवति? तद् परे अच् वर्ण अस्ति चेत् आदेशः भवति. उत्तमम्. यदा वयं इदानीं भवत् इति शब्दः स्वीकुर्मः, महोदय भवत् शब्दस्य षष्टिविभक्ति कः? भवत् अहं वदामि भगिनि. न भगिनि, अमित्राव् महोदय एव वदति. क्षम्यताम्. आं वदतु महोदय. किमपि अन्य हलन्तशब्दः स्वीकरोतु महोदय. सरित्, मरुत्, किमपि. भवतः वा? तावदेव भवतः मरुतः सरितः इति भवति किल तादृशम् एव इक् इति प्रातिपदिकम् इकः इति षष्ट्यन्तपदम् इक् इति प्रथमा इक् इकौ इकः षष्ट्यन्तपदम् इकः अवगतं वा आम् आम् उत्तमम् इदानीं रघुपतिमहोदय तत्र तत्र यदा द्वितीयबिन्दुः अस्ति किल प्रथमाविभक्तिः प्रथमाविभक्तिः इत्युक्ते आदेशः आगमः नामकरणं सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति सः आयाति षष्ठीविभक्तस्य विभक्त्यन्तस्य वर्णस्य स्थाने तत्र प्रथमाविभक्तन्तस्य वर्णस्य नाम आदेशः सूत्रे तादृशषष्ठीविभक्तन्तः वर्णे नास्ति चेत् तर्हि सः प्रथमाविभक्तन्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न अतः तस्य नाम आगमः अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका पाणिनीयसूत्रेषु यदि कोऽपि प्रथमाविभक्त्यन्तः वर्णः शब्दः अस्ति चेत् तस्य अर्थः षष्ठीविभक्तन्तस्य स्थाने प्रथमा स आयाति इति अर्थः तत्र यदि षष्ठीविभक्त्यन्तः वर्णः अस्ति चेत् प्रथमाविभक्त्यन्तस्य वर्णस्य आगमः आदेशः इति वयं ज्ञातुं शक्नुमः आदेशः इत्युक्ते षष्ठीविभक्त्यन्तस्य वर्णः अपगच्छति प्रथमाविभक्त्यन्तस्य वर्णः आगच्छति यदि षष्ठीविभक्त्यन्तवर्णः नास्ति चेत् तत्र आगमः कार्यं भवति कोऽपि वर्णः न अपगच्छति अन्यत्र प्रथमविभक्ति नामकरणस्य सूचिका नामकरणम् एव अन्यत्र यदा आगमः वा आदेशः वा नास्ति चेत् तत्र नामकरणम् एव किं महोदय पुनः आगच्छति वर्णः आयाति आगच्छति वर्तते आम् वर्तते अस्तु भगिनी एकसन्देहः अन्यत्र प्रथमाविभक्तिः नाम सूचिका इत्युक्ते अत्र आगच्छति महोदय अत्र उदाहरणम् अस्ति तत्र अहं विवरणं ददामि यदा अत्र षष्टिविभक्तिः इति प्रथमं दृष्टवन्तः षष्टिविभक्तिः इत्युक्ते स्थाने इकः इति षष्ट्यन्तपदम् अस्ति तस्य स्थाने किमपि अन्यवर्णः आगच्छति इति प्रथमबिन्दुः द्वितीयमस्ति प्रथमाविभक्तिः प्रथमाविभक्तिः इत्युक्ते आदेशः आगमः वा नामकरणम् आदेशः वा आगमः वा नामकरणम् इति अस्ति प्रथमाविभक्तिपदम् अस्ति चेत् यत् अत्र इको यणचि इति सूत्रे यण् इति प्रथमाविभक्त्यन्तं पदम् अस्ति इकः स्थाने यण् आदेशः भवति शिवरां महोदय प्रश्नः अस्ति वा प्रश्नमस्ति आम् आदेश तथा आगम नामकरणस्य विषये यथा षष्टिस्थानयोग इति सूत्रमस्ति अस्ति स्थानस्य विषये तथा कोऽपि परिभाषा सूत्रमस्ति वा अष्टाध्याय्यां वा अन्य कुत्रचित् प्रथमा विभक्ति आदेशः आगमः वा नामकरणम् अस्ति आम् अस्ति अस्ति महोदय आम् अस्ति परन्तु वयम् इदानीं प्रथमकक्षा इति उक्त्वा अत्र सूत्रस्य उपयोगं न कुर्मः अग्रिमकक्षायां सूत्रम् आगच्छन्ति षष्टि सप्तमी पञ्चमी प्रथमाविभक्तिविषय प्रथमाविभक्ति तत्र किमपि परिभाषासूत्रमस्ति तदागच्छति एकः प्रश्नः अस्ति भगिनि the previous paragraph the letter A षष्टि विभक्तिः स्थाने the first line it says इत्युक्तौ इत्युक्तौ इत्युक्ते किम् इति उक्तौ उक्तौ सेवेन्थ् केस् सप्तमी विभक्ति आम् इत्युक्तौ इति अर्थं सः तानि भवति इत्युक्तौ यदा स्पष्टीकरणार्थं वदामि किल इति उक्तौ तानि इत्युक्तौ तानि इत्यस्य अर्थः कः तस्य स्थाने अन्यवर्णः आगच्छति इति अर्थः तदेव विभक्ति इत्युक्तौ सप्तमी विभक्ति उक्तौ इति उक्तम् इति पदम् उक्तम् इति पदस्य सप्तमी विभक्तिः न भवति न युक्तिः उक्तिः उक्तिः पदस्य सप्तमी विभक्ति हरिः खलु भगिनि सप्तमी बट् वेन् यु से इत्युक्ते वट् इस् दट् वट् विभक्ति इत्युक्ते इत्युक्ते सति सप्तम् इत्युक्ते ओके ओके उत्तमं थेङ्क् यू धन्यवादः कुत्र आं प्रथमा विभक्तिः विषये इदानीं तत्र आदेशः आगमः वा नामकरणं भवति अत्र इकः स्थाने यण् इति आदेशः भवति कस्यचित् स्थाने आगच्छति चेत् यदा अहं पूर्वम् उक्तवती आदेशः भवति तत्र रामनाथन् महोदय प्रथम उदाहरणं पठति वा आदेशः इति विषये आं भगिनि आदेशः इको यनचि इकः स्थाने यन् आदेशः भवति इकः षष्ट्यन्तं यन् प्रथमान्तम् इकः यन् अचि संहितायाम् इदानीम् इकः प्रत्याहारम् इकः स्थाने यणप्रत्याहारवर्णाः क्रमेण आदेशः भवति इति अर्थम् इकः षष्टि विभक्तिरूपं भवति इक इक पदस्य यन् प्रत्य प्रथमविभक्ति एव इकः इक् यन् पदद्वयोः प्रत्याहाररूपम् अचि अर्थात् कण्डिशन् इकः स्थाने यनः भवति अचि परे अर्थात् स्वराः भवति चेत् उत्तमं यण् भवति यणः न यण् यण् एव आदेशः क्षम्यतां यण् आदेशः भवति अस्तु यण् एव आदेशः भवति आगमः इत्यपि पठतु महोदय एकवारम् इदानीं संहितायां आम् आगच्छति महोदय संहितायाम् आम् आगमः इति संहितायां यु लेसन् लेटर् वा श्योर्लि ओके आगमः लङ् लुङ् लङ् लुङ् लङ् लुङ् स्वडुदातः लुङ् लङ् लृङ् स्वडुदातः स्वडुदातः लुङ् लङ् लुङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति लुङ् लङ् लुङ् लुङ् लङ् लृङ् षु सप्तम्यन्तं लृङ् षु सप्तम्यन्तम् अट् प्रथम प्रथमन्तम् उदात्तः प्रथमन्तम् अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ् षु उदाहरणमपि पठतु महोदय उदाहरणम् अकारयोजने पट् योजे इत् अपठत् तत्र कः वर्णः आगमः अस्ति पट् इति धातुः अस्ति अकारम् आगमः भवति आम् लङ् पट् अकारवर्णे परम् अकारम् आगमः भवति तकारं परम् इति किमपि नियमः नास्ति पट् इति लङ् लकाररूपं पट् इति धातुः यदा लङ् लकाररूपे अस्ति चेत् तत्र अकारस्य आगमनं भवति इत्येव लुङ् लङ् लृङ् षु ष्वडुदातः तत्र उदात्तः इति विषये वयम् अग्रे द्रक्ष्यामः इदानीम् अट् इति आगमः इत्येव भवति अट् इत्युक्ते अकारः तकारस्य इत्संज्ञा भवति अकारस्य आगमः भवति एतत्तु लङ् विषये अपठत् इति रूपं यदा लुङ् इति स्वीकुर्मः चेत् भूधातुः स्वीकुर्मः प्रसिद्धधातुः भवति इति रूपं भवति भूधातुः लुङ् अभूत् लुङ् इति अवस्थायां लुङ् इति विषये अकारस्य आगमः भवति लङ् इति स्थितौ अभवत् इति रूपं भवति लुङ् इति अस्माकं विवक्षा अस्ति चेत् अभविष्यत् इति रूपं भवति सर्वत्र अकारस्य आगमः मित्रवत् आगमः इति वदति किल तत्र अकारस्य आगमः भवति लुङ् लङ् लुङ् लुङ् षु ष्वडुदात्तः उदात्तविषये वयम् अग्रे द्रक्ष्यामः परन्तु इदानीम् आगमः इति स्पष्टम् अस्ति वा आम् आगमः भवति अट् इति यदा अट् इति प्रथमान्तं पदम् अस्ति अट् इति अकारस्य आगमः एव अट् इति किमपि प्रत्याहारः नास्ति तत्र स्पष्टता भवेत् अट् इति किमपि प्रत्याहारः नास्ति अट् इत्युक्ते अकारस्य आगमः तकारः किमर्थम् इति अग्रे द्रक्ष्यामः तकारस्यापि मुख्यत्वम् अस्ति तकारः एव निर्दिशति अकारः कुत्र आगच्छति इति अतः तकारस्य मुख्यत्वमस्ति अग्रे तस्य विषये तस्मिन् विषये आगच्छति परन्तु इदानीम् अहं वदामि अकारः अट् इति प्रत्याहारः नास्ति अकारस्य आगमनम् आगमनसूचनार्थम् एव अट् इति अस्ति स्पष्टं वा भगिनि इदानीं ह्रस्वमेव तत् किमर्थम् इति अपि अग्रे आगच्छति अष्टादश अष्टादशप्रतिनिधिः इति एव भवतः उद्देशं किल तद् किमर्थं तत्र तत् अस्ति वा नास्ति वा इति विवरणम् अग्रे अस्ति महोदय एकम् उद्देशः अट् और् अट् दशकः अस्ति वा अट् अनन्तरम् अट् तकारम् आ तकारम् आमामामाम् अस्ति भेदमस्ति. अस्तु भगिनि, अत्र लुङ् लङ् लृङ् षु लुङ् लङ् लृङ् ष्वडु दातः इति लिखितमस्ति सूत्रम्. अत्र अट् प्रथमान्तम् इति कथं कथं ज्ञातुं शक्नुमः एतत् पठित्वा? अस्तु, तत्र लुङ् लङ् लृङ् षु इति पदं तस्य विभजनं करोतु. तत्र तत्तु सप्तमी अन्तं, षु इति अस्ति, वयं जानीमः किमपि भवत्सु इति सप्तमी अन्तं पदम्. उदात्तः इति पदमपि तत्र विभजनं करोतु. उदात्तः इति प्रथमान्तं पदं किमस्ति मध्ये? अट् एव अस्ति किल, तत्र सन्धि भूत्वा अड् इति भवति. अस्तु अस्तु, जष्ट्वसन्धि किल, अड् तृतीयवर्णः. अस्तु, अट् इति प्रथमान्तपदम्. प्रथमान्तपदं सूचयति आगमनम् एव इति, अस्मिन् स्थाने सूचयति. किमर्थम् आगमः इत्युक्ते तत्र षष्ट्यन्तपदं किमपि नास्ति. षष्ट्यन्तपदम् अस्ति चेदेव आदेशः भवति. तत्र तु सप्तम्यन्तमस्ति, प्रथमान्तं द्वि प्रथमान्तम् इति द्विपदमस्ति, अतः तत्र आगमः इति वयम् अवगन्तुं शक्नुमः. स्पष्टं वा भगिनि? तत्र सप्तमी इत्युक्ते पूर्वकार्यमस्ति खलु? तद् आगच्छति महोदय, इदानीमेव आगच्छति. आम् परन्तु तत्र लिखितं परे चेदिति, तद् कुत्र? ओ तत्र वा, तद् स्पष्टं भवति यदा वयं सप्तमी विषये पठामः, तत्र स्पष्टं भवति. अग्रिमबिन्दुः तदेव अस्ति, तत्र प्रायः स्पष्टं भवति. अस्तु अस्तु भगिनि. आम् पुनः सूत्रं पदच्छेदं कृत्वा वदतु. अङ्गस्य अनुवृत्तिः तदपि आगच्छति महोदय. अङ्गस्य इति यदा संहितायाम् इति भवान् पृष्टवान् किल, तादृशमेव. आम् अहं वदामि, साधु वा वदतु. लङ् लृङ् लङ् लृङ् अन्तिमपदम् उदात्त, अन्तिमपदं क्षा वा न न न न लुङ् लङ् लृङ् षु सप्तम्यन्तं पदं किल, भवत्सु भवत्सु इति सप्तमी बहुवचनम्. अत्र वर्णत्रयम् अस्ति किल, पदत्र क्षम्यतां पदत्रयं लुङ् लङ् लृङ् षु. अनन्तरम् अट् अट् अट् एव जष्ट्वं भूत्वा अत्र अड् इति अस्ति. उत्तमं, तावदेव. अस्तु अग्रे पठामः वा? न महोदय, अन्य धन्यवादः. माला भगिनी पठति वा नामकरणम् इति? आं पठामि. सुप्तिङ्गन्तं पदम् सुबन्तं च तिङ्गन्तं च पदसंज्ञकौ भवतः. इत्युक्ते सुबन्तानां तिङ्गन्तानां च पदसंज्ञा भवति. सुप्तिङ्गन्तं प्रथमान्तं पदं प्रथमान्तम्. रामयोगसु रामः, रामः इत्यस्य अन्ते सु इति सुप् प्रत्ययः अस्ति. सुप् अन्ते यस्य सः सुबन्तम्, सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. वद् योग अ योगति वदति, वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति. तिङ् अन्ते यस्य सः तिङ्गन्तम्, तिङ्गन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. अत्र सुप्तिङ्गन्तं पदम् इत्युक्ते पदसंज्ञा एव सुप्तिङ्गन्तं प्रथमान्तपदमस्ति, पदम् अपि प्रथमान्तपदमस्ति. रामयोगस्सु इति पश्यामः चेत् रामः इति भवति. रामः इति पदं स्वीकुर्मः चेत् तस्य अन्ते सु अस्ति, अतः सुप्रत्ययः इति भवति. यस्य पदस्य अन्ते सुप् अस्ति सः सुबन्तपदम्. अनन्तरं वदति इति स्वीकुर्मश्चेत् तस्य अन्ते ति इति प्रत्ययः अस्ति, अतः तिङ् अन्ते यस्य सः पदं तिङ्गन्तं पदम् इति भवति. तौ द्वौ अपि प्रथमान्तपदानि नामकरणम् इति उच्यते. उत्तमं. तत्र रामयोगः सु इति उदाहरणे राम इति कः सूचयति? प्रातिपदिकं. वद् अति तत्र वद् इति धातुः. उत्तमं. मूलरूपम् एव अस्ति राम इति प्रातिपदिकं, तत्र सु इति योजयामः चेदेव रामः इति पदं निष्पन्नं, तत् पदं सुबन्धं पदं. वद् इति धातुः मूलरूपं, तत्र आकारः तिङ् इति योजयामः चेत् वदति, तदेव पदसंज्ञा. तिङन्तं पदं तिङ् अन्तं पदं तिङन्तं पदं पदसंज्ञा, तत्रापि पदम् इति वयं प्राप्नुमः. सुबन्तं तिङन्तं तदेव पदम् इति अस्ति. अत्र एतत्तु तिङन्तं पदम् इति सूत्रे विशेषणविशेष्यभावः अस्ति. यदा वयं सुन्दरः बालकः इति वदामः तत्र बालकः इति विशेष्यं, सुन्दरः इति विशेषणं. तत्र सुप्तिगन्तं पदम् इति स्थितौ सूत्रे पदम् इति विशेष्यं, सुप्तिङन्तं पदं सुबन्तं पदं तिङन्तं पदम् इति पदस्य विशेषणं करोति. अतः तत् विशेषणम् अस्ति. तत्र तदेव नामकरणं, पदस्य नामकरणं. सुबन्तम् अस्ति, तिङन्तम् अस्ति, पदम् इत्युक्ते किं, कीदृशं पदम् इति वदामः चेत् सुबन्तं पदं तिङन्तं पदं डेफिनिशन् इति वदामः किल, नामकरणं. तदेव तत्र नामकरणम् इति अस्ति. स्पष्टं वा? प्रश्नः अस्ति वा? आं भगिनि, प्रश्नः अस्ति. सुप्रत्ययः योजनं करणीयं, तिङ्गन्तं मध्ये अट् योजनं करणीयं, हौ डु वि नो देट्? अत्र वदति इति स्थले वा अपठत् इति स्थले वा भगिनि? न, सुबन्तं च तिङ्गन्तं तत्र एव. तत् सूत्रं मध्ये सुबन्तम् इत्युक्ते सुप्रत्ययः योजनं करणीयं, तिङ्गन्तम् इत्युक्ते अट् प्रत्यये योजनं करणीयम् इति वयं कथं जानीमः? अस्तु, तत्र यदा वयं प्रातिपदिकं स्वीकुर्मः, अस्माकं विवक्षा अस्ति एकं वाक्यं वदनीयम् इति. रामः वदति इति वाक्यम् अस्माकं विवक्षा अस्ति. तत्र राम इति प्रातिपदिकं स्वीकुर्मः. तत्र यदा वयं सुप् इति प्रत्ययः, एकविंशति प्रत्ययाः सन्ति, सुप् इति प्रत्याहारे एकविंशति प्रत्ययाः सन्ति. अहं प्रथमा विभक्ति पदं, मम विवक्षा अस्ति रामः वदति इति एव वक्तुमिच्छा अस्ति. अतः सु प्रथमा विभक्ति एकवचनप्रत्ययः अहं स्वीकुर्मः सु इति रामयोगः सु रामः इति पदं तद् अवगतं वा तादृशमेव तादृशमेव एकक्रियापदम् अहं निर्मातुम् इच्छति वद् इति धातुः स्वीकृतवती वद् धातुः तत्र अहं जानामि वद् धातुः इति भुवादिगणीयधातुः क्षम्यतां वद् धातुः तत्र तिङ् रूपं योजनीयम् इदानीं गणस्य विषये मास्तु तत्र अहं विकरणप्रत्ययः योजयामः तिङ् प्रत्यये योजयामः किमपि विकरणप्रत्ययः इति चिन्तयतु किमपि गणस्य अत्र तु वद् इति विषये अस्ति परन्तु किमपि इति चिन्तयतु तत्र विकरणप्रत्ययः तिङ् इति योजयामः चेत् वदति इति रूपम् आगच्छति तत्र क्रियापदनिर्माणं भवति अहं यदा धातुः स्वीकुर्मः चेत् क्रियापदनिर्माणं भवति यदा प्रातिपदिकं स्वीकुर्मः चेत् तत्र सुबन्तपदं निर्माणं भवति अन्यापि कृदन्तः तदितः किमपि अस्ति परन्तु प्रथमस्तरे अहम् एतद् वदामि प्रातिपदिकात् सुबन्तपदं धातुतः क्रियापदम् एव इति न प्रथमस्तरे एव तदेव इति न परन्तु प्रथमस्तरे तस्य निर्माणं भवति अस्तु भगिनि परन्तु प्रातिपदिकम् एव सुप् सह योजनीयम् इति कुत्रापि नियमः अस्ति वा अस्ति सूत्रमस्ति सुबन्तपदं प्रातिपदिकं योगे सम्फार्म्स् सुबन्तं प्रत्ययः एव सुबन्तपदं तदानीं धातु योगे तिङ् प्रत्यय धातुरूपं वा आम् क्रियापदं क्रियापदं धातुतः क्रियापदं सुबन्त प्रातिपदिकात् सुबन्तपदम् तदेव भवति इति न परन्तु यदा वयम् आरम्भस्तरे स्मः अतः इदानीम् एतद् अवगच्छन्तु अन्य किमपि भवति धातुतः किमपि अन्य पदानि अपि भवितुमर्हति तद् वयम् अग्रे द्रक्ष्यामः अवश्यं द्रक्ष्यामः शिवराममहोदय पठति वा अस्ति वा सप्तमी अन्तम् सप्तमी सप्तमी विभक्तिः पूर्वकार्यं सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः नामनिर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति इत्युक्ते सप्तमी विभक्तिः पूर्वनिमित्तं भवति सूत्रे यस्य वर्णस्य वा यस्य पदस्य सप्तमी विभक्तिः भवति तत् निर्दिष्टात् पदात् पूर्ववर्णः यः अस्ति तस्य वर्णस्य स्थाने आदेशः आगमः वा लोपः भवति उदाहरणमपि पठतु महोदय हा उदाहरणम् अस्ति तदेव उदाहरणमस्ति इको यणचि तत्र त्रिपदमिदं सूत्रमस्ति इकः यण् अचि इकः स्थाने यण् आदेशः भवति अचि परे इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तम् इकः यण् अचि संहितायाम् इति सूत्रस्य पूर्णम् अर्थमस्ति तत्र अच इति प्रातिपादिकस्य अचि इति सप्तमी विभक्ति अस्ति तर्हि इकः स्थाने नाम इक वर्णस्य स्थाने यण् इति आदेशः भवति यदि अग्रे अच् अच् नाम स्वरः यदि अग्रे अच् अस्ति चेत्. उत्तमं महोदय, धन्यवादः. अस्तु, तत्र यदा वयं दृष्टवन्तः सप्तमी विभक्ति इत्युक्ते पूर्वकार्यम् इति, इत्युक्ते किम् इति अहं वदामि इदानीं. यदा सप्तमी विभक्तिपदं परे अस्ति चेत्, परः सप्तमी अस्ति चेत् कार्यं पूर्वं भवति. इत्युक्ते परसप्तमी इति वदामः. अचि अच् इति पदमस्ति, तस्य सप्तमी अन्तम् अचि भवत् इति शब्दस्य सप्तमी अन्तं भवति इति अस्ति किल, तादृशम् एव अच् इति पदस्य सप्तमी अन्तम् अचि. यदा अचि परे अस्ति चेत् पूर्वम् इक् स्थाने यण् आदेशः भवति. अवगतं वा? तत्र प्रश्नः अस्ति वा? एतत् बहु मुख्यमस्ति. सप्तमी विभक्तिः, पञ्चमी विभक्तिः. पुनः एकवारं वदतु भगिनि. अस्तु, अत्र एतद् उदाहरणमेव स्वीकृत्य अहं वदामि. अचि परे इति अस्ति. उदाहरणमेकं वदामि वा? आं वदतु महोदय. पश्यतु, इति अधिक अपि इति उदाहरणं वयं स्वीकुर्मः. तत्र इति मध्ये प्रथम इकारः अस्ति, अनन्तरं सकारोत्तर अपि इकारः अस्ति, तथा अपि मध्ये पकारोत्तर अपि इकारः अस्ति. इति अधिक अपि अत्र त्रयस्थाने इकारः भवति, किन्तु सकारोत्तर यः इकारः अस्ति तस्य स्थाने एव य इति आदेशः भवति. किमर्थं? तर्हि तकारोत्तर यः इकारः अस्ति तस्य अग्रे वा तस्य परम् अ इति अच् अस्ति. अ इति निमित्तं भवति. तकारोत्तर अकारः अस्ति चेत् एव तत्र इकारस्य स्थाने, क्षम्यताम्, इकारोत्तर अकारः स्वरः अस्ति चेत् तकारोत्तर यः इकारः अस्ति तस्य स्थाने एव तत्र यकारः आदेशः भवति. तत् नाम निमित्तम्. अत्र प्रथम इकारः अस्ति इति, इति मध्ये प्रथम इकारः अस्ति किन्तु इकारोत्तर तकारः अस्ति, स्वरः नास्ति. तर्हि तस्य प्रथम इकारस्य स्थाने एकारः न भवति. तकारोत्तर यः इकारः अस्ति तस्य परः अकारः अस्ति, अकारः नाम स्वरः. तर्हि द्वितीय इकारः यः अस्ति सः स्थानीवर्णः, तस्य स्थाने यकारः भवति. रामनाथमहोदय, अवगतं वा? पुनः पुनः वदामि, नास्ति चिन्ता. अस्तु, नास्ति चिन्ता. यदा अचि परे इति दत्तमस्ति, इकः स्थाने यण् आदेशः भवति, अचि परे इति दत्तमस्ति, अच् इति पदस्य सप्तमी अन्तम् अचि. यदा भवत् इति शब्दस्य सप्तमी अन्तं भवति इति अस्ति, तादृशम् एव अच् इति पदस्य सप्तमी अन्तम् अचि. अस्तु, अचि इति सप्तमी अन्तपदं वयं जानीमः. सप्तमी अन्तपदम् अस्ति चेत् पूर्वकार्यम्, पूर्वकार्यम् इत्युक्ते कार्यं पूर्वं भवति. यदा सप्तमी अन्तपदं परे अस्ति चेत् परसप्तमी इति वदामः. सप्तमी अन्तपदं परे अस्ति चेत् कार्यं पूर्वं भवति इत्युक्ते अचि इत्येव कण्डिशन् अस्ति. एकनिमिषम्. आम्, अचि एव कण्डिशन् इत्युक्ते निमित्तम् इति वदामः. निमित्तं, निमित्तं कारणम्. इकः स्थाने यण् कदा भवति? यदा अचि परे अस्ति चेत्, यदा अच् वर्णः परे अस्ति चेदेव इक् स्थाने यण् भवति. अवगतं? तत्र सप्तमी अन्तपदं परे अस्ति, परन्तु कार्यं तु पूर्वं जातम्। पूर्वं जातम् इत्युक्ते अच् अच् कारणेन कार्यं पूर्वं भवति। अवगतम्? अवगतम्? अजितमहोदय अवगतं वा इदानीम्? अजितमहोदय अवगतं वा? स्पष्टमस्ति किल? स्पष्टमस्ति। पूर्वं तत्र परे इति एक पदमस्ति, तदेव अहं परे सप्तमी, सर्वदा परे सप्तमी, परसप्तमी इति मनसि स्थातव्यं। परसप्तमी कार्यं परन्तु पूर्वं भवति, पूर्वकार्यम्। तदनन्तरम् अहं तद् दृष्टवान् उदाहरणं पठ योगात् तत् तत्र तिङ् लट् लङ् लङ् तत् तत्र परे एव भवति खलु, तदेव अवगतम्। आम् उत्तमं, धन्यवादः। भगिनी एकः प्रश्नः, अस्मिन् सूत्रे अचि इति अन्ते आगच्छति, कस्मिंश्चित् सूत्रे सप्तम पदं मध्ये अपि आगच्छति वा? कदा? ओ यण् अचि इति वा? ओ इको यण् अचि इति किमपि अन्य सूत्रं वदति वा यत्र? कुत्रापि आगन्तुं शक्नोति भगिनी, तत्र विभक्त्याः अर्थमेव मुख्यं, कुत्र आगच्छति इति किमपि महत्त्वं नास्ति। अस्तु, किमपि आर्डर् नास्ति, प्रथमान्तं षष्ट्यन्तं सप्तम् इति किमपि आर्डर् नास्ति, कुत्रापि आगन्तुं शक्नोति। तत्र उच्चारणार्थं तत्र निर्माणं कृतवान् पाणिनिना, यदा इको एणसि इत्युक्ते वयं सरलतया उच्चारणं कर्तुं शक्नुमः किल, मीटर् इति वदामः किल, यदा काव्ये भवति तादृशं सूत्रे अपि अस्ति, अतः एव तस्य निर्माणं केवलं विभक्ति अर्थं स्पष्टं भवेत् मनसि, तदा एव वयम् अवगन्तुं शक्नुमः। आम्, बहु मुख्यं विभक्ति अर्थं बहु मुख्यम् अस्ति, तत् यदा तद् अवगम्यते चेत् सर्वं सरलमेव अस्ति, बहु मुख्यं तदेव। इदानीं विजया भगिनी पठति वा पञ्चमी विभक्ति इति? पठामि भगिनि। सप्तमी विभक्ति अत् पञ्चमी विभक्ति पञ्चमी विभक्तिः भगिनि? पञ्चमी विभक्तिः आम् पठतु भगिनि। पञ्चमी विभक्तिः परकार्यं, सप्तमी विभक्ति अन्ते पूर्वकार्यं, पञ्चमी विभक्ति पञ्चमी विभक्ति इत्युक्ते परकार्यं। सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इति अर्थः। नाम निर्दिष्टं कार्यं तस्मात् परमस्ति, तत्र कार्यं पूर्वं नास्ति, तत्र कार्यं परमस्ति, एतत् एव पञ्चमी विभक्तिः। उदाहरणमपि पठतु भगिनि। उदाहरणं रसाभ्यां नो नः समानपदे, रेपशकाराभ्याम् उत्तरस्य नकार आदेशो भवति। समानपदस्थौ चेत् एव निमित्तिनौ भवतः रसाभ्यां पञ्चम्यन्तं नः षष्ट्यन्तं नः प्रथमान्तम्। तद् उदाहरणमपि पठतु। वर्ण पूर्ण रामेण पुष्पाणि. उत्तमम्. अवगच्छति वा? एतत् कार्यम् एतत् एव स्पष्टं तत्र अस्ति. पञ्चमी विभक्ति चेत् कार्यं परमेव आगच्छति, सप्तमी अन्ते पूर्वम् आगच्छति. तत्र पञ्चमी विभक्ति कार्यं परमस्ति अतः एव. अनन्तरं नकारस्य नत्वं तत्र आगच्छति खलु, तत्र सूत्राणि सन्ति. आम् अहं वदामि. भवत्याः वक्तुं. आम् अहं वदामि. धन्यवादः. रषाभ्यां नूनः समानपदे इति सूत्रम् अस्ति. एतदेव नत्वविधायकसूत्रमस्ति. अत्र यदा नकारः णकारः एकस्मिन् पदे एव समानपदे इति दत्तमस्ति, रेपषकाराभ्यां परं नकारः णकारः वा अस्ति चेत् तत्र नकारस्य क्षम्यतां, रेपषकाराभ्यां नकारः अस्ति चेत् नकारस्य णकारः भवति, णत्वं भवति इति एव एतत् सूत्रं वदति. समानपदं समानपदे इति अस्ति, तत् सप्तम्यन्तं पदम् इति तत्र न समान क्षम्यतां, प्रश्नः अस्ति वा? अस्तु. तत्र समानपदे इति दत्तमस्ति, इत्युक्ते एकस्मिन् पदे एव यदा वर्णः प्रथमं तत्र नकारः आसीत्, रेपः इति निमित्तमस्ति, रेपात् परं नकारः अस्ति, तस्य नकारः भवति. सुमित्रा भगिनी म्यूट् करोति वा? क्षम्यताम्. आं भगिनि, क्षम्यताम्. अस्तु. अतः परं परकार्यम् इति अस्ति. यदा वयं सप्तमी विभक्ति दृष्टवन्तः, परसप्तमी पूर्वकार्यम्, इदानीं पञ्चमी विभक्तिः पूर्वपञ्चमी परकार्यं, पूर्वं पञ्चमी विभक्त्यां रषाभ्याम् इति पञ्चमी विभक्त्यन्तपदम् अस्ति. रेपः वा षकारः वा पूर्वं भवतु, कार्यं परं भवति, नकारः णकारः भवति इत्येव एतत् सूत्रस्य अर्थं. पञ्चमी विभक्त्यामपि अर्थम् अस्ति. स्पष्टं वा? प्रश्नः अस्ति वा भगिनि? समानपदे मीन्स् एकस्मिन् पदे, सो वी केन् टेक् सुप्तिङ्गन्तं पदं, द डेफिनेशन् आफ् वर्ड् सुबन्तम् आर्तिगन्तम् एकस्मिन् पदे. आम् आम् आम् आम् सुबन्तं पदं वा तिङन्तं पदम्, उत्तमम्. आम् पदं वा एकस्मिन् पदम् इत्युक्ते सुबन्तं वा तिङन्तं वा एकस्मिन् तिङन्तं वा. आम् उत्तमं. तदेव तदेव स्पष्टम् अस्ति खलु. यदा तृतीया विभक्ति इति अहम् अग्रिमकक्षायां तस्मात् आरभ्य वयम् अग्रिमकक्षायां द्रक्ष्यामः, समयः अभवत् इदानीं. प्रश्नः अस्ति चेत् पृच्छतु अथवा विरमामः. एकः लघु प्रश्नः. आम् वदामि वा? हा वदतु महोदय. अत्र वर्णस्य पञ्चमी विभक्ति वा वर्णस्य सप्तमी विभक्ति अस्ति, वर्णस्य विभक्ति भवति वा पदस्य विभक्ति भवति? प्रत्याहारस्य विभक्ति. प्रत्याहारस्य, हा प्रत्याहारस्य विभक्ति. आम् प्रत्याहारस्य विभक्ति. यदा स्थाने, यदा वयम् इदानीं सप्तमी विभक्ति इति दृष्टवन्तः, तादृशमेव तत्रापि. भगिनी अत्र कथं ज्ञातुं शक्नुमः नः षष्ट्यन्तरूपम् अस्ति इति? नः कीदृशपदमस्ति? नः प्रथमान्तमेव किल भगिनि, षष्ट्यन्तं नास्ति. अत्र लिखितमस्ति रषाभ्यां पञ्चम्यन्तं नः षष्ट्यन्तम्. ओ तद् नकारः, नकारः षष्ट्यन्तं किल. नकारः इन् इति नकारः एव स्वीकरोतु. इन् यदा अहम् इक् इति उक्तवती किल, इक् इति पदस्य षष्ट्यन्तं किम्? इकः. नकारः एव स्वीकरोतु, न हलन्त्यम् इन् इन् तस्य षष्ट्यन्तं किम्? नः. तावदेव तावदेव. अभ्यासेन आगच्छति भगिनि. प्रथमवारं यदा पश्यामः चेदेव भ्रमः जातः, परन्तु यदा बहुवारं वयं कुर्मः अभ्यासेन आगच्छति. सरलमेव. अस्तु, धन्यवादः. धन्यवादः. प्रश्नः नास्ति वा? धन्यवादः. शुभरात्रिः. धन्यवादः.